नमः सर्वेभ्यः, पुनः अस्माकं समासवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति तत्पुरुषसमासः इति। तत्र गीताप्रवेश पुस्तके प्रथमभागे तत्पुरुषसमासस्य विषये एका कथा अस्ति, आदिमहर्षिः इति। तत्र कथां वयं पठन्तः स्मः। तत्र मध्ये पृष्ठसङ्ख्या अस्ति 1-5 मध्ये, अत्र प्रथमपरिच्छेदात् आरभ्य पठामः। अत्र राजेन्द्रमहोदय पुनः पठति वा? पुनश्च कश्चित् शब्दः श्रूयते तस्मात्। पठामि। पुनश्च कश्चित् शब्दः श्रूयते, व्याकुलः सः पुनः पुनः नेत्रे निमील्यति उन्मीलयति च। अधुना कृष्णमेघतले दृश्यते सप्तवर्णसुन्दरः इन्द्रचापः। स एव कर्णः सम्प्रति सप्तभिः वर्णैः विराजते। एकः आसम् अधुना बहु सम्भूतः इति वदन् एव अदृश्यत् सः नयनान्धकरः सूर्यकिरणः इन्द्रचाप वेषः। इदानीं तु सः आदिऋषिः यः किञ्चित् चिन्तयति, किञ्चित् चिन्तनम् आसीत्, सः पुनश्च कश्चित् शब्दः श्रुतवान्। व्याकुलः सः पुनः पुनः नेत्रे निमीलयति उन्मीलयति, पुनः पुनः सः नेत्र निमीलयति उन्मीलयति। अत्र तु किमपि नास्ति समासविषये, चिन्तयामि। निमीलयति उन्मीलयति सर्वे खलु? आमां, निमील उपसर्गपूर्व प्रादिसमासः अस्ति वा भगि? हा, नि इति उपसर्गपूर्वकः। हा, समीचीनं। परन्तु अत्र मीलयति इति क्रियापदमस्ति खलु, अतः अत्र समासः नास्ति। अधुना कृष्णमेघतले, कृष्णमेघ तत्र अत्र तु समासः अस्ति कृष्ण इव मेघ अत्र विषये उपमानपूर्वपदसमासः अस्ति अत्र, कर्मधारीसमासः एवं कथम् अस्ति तथा उपमानपूर्वपदकर्मधारयसमासे पूर्वपदम् उपमानं, उत्तरपदं किं भवति? उत्तरपदं सामान्य सामान्यधर्मः खलु, सामान्यधर्मः अस्ति। अत्र मेघः इति सामान्यधर्मः वा धर्मः? तत्र कृष्ण एव मेघः तत्र उपमान उत्तरपद कर्मधारीसमासः कृष्णमेघ। एकक्षणं महोदय, अत्र एकक्षणं, यत्र उपमानपूर्वपदकर्मधारयः इति वदामः चेत् पूर्वपदे उपमानम् अस्ति, उत्तरपदे सामान्यधर्मः अस्ति, परन्तु अत्र मेघः इति सामान्यधर्मः नास्ति। मेघः इति गुणः नास्ति खलु, मेघः इत्युक्ते अत्र क्लौड्स् इति एव खलु। यदि अत्र उपमान उत्तरपदम् इति वदामः चेत् तत्र उपमानम् उत्तरपदे अस्ति, अत्र तु उपमानम् उत्तरपदे नास्ति खलु। मेघस्य तुलना कृष्णेन सह, कृष्णवर्णेन सह वयं कुर्मः, तर्हि अत्र वस्तुतः अत्र तुलना एव नास्ति। इत्युक्ते कृष्णमेघः इत्युक्ते नीलः घटः इति वदामः चेत् किं भवति? नीलः घटः, नीलः विशेषणपूर्वपद। हा, अत्रापि तथैव कृष्णः मेघः, मेघः कीदृशः? कृष्णः, कृष्णवर्णीयः, विशेषणपूर्वपद समासः। सत्यं, परन्तु अत्र अनन्तरं तले अस्ति, तत्र किमपि भवति वा? तत्र न आगच्छामि। तत्र कृष्णमेघः इति अत्र पदद्वयं स्वीकृत्य समासं कुर्मः, तर्हि कृष्णमेघः इति स्वीकृत्य विशेषणपूर्वपदकर्मधारयः इति कृतवान्। तदनन्तरं मेघतले मेघस्य हा मेघस्य मेघानां यतोहि मेघानां तले मेघानां तले अत्र षष्टितत्पुरुष समासः सत्यं अत्र अन्ततः गत्वा विशेषणपूर्व विशेषणपूर्वपद कर्मधारयसमासगर्भ षष्टितत्पुरुषसमासः एवं विशेषणपूर्वपदगर्भ सत्यं षष्टितत्पुरुषसमासः सत्यं। क्षम्यतां भगिनि अरुण, तल इति अर्थं किं? तल इति इत्युक्ते तत्र अधोभागः इति, तलम् इति नपुंसकलिङ्गशब्दः अस्ति, अधोभागः मेघस्य अधोभागः इति। धन्यवादः। बेङ्क् खलु भगिनि अङ्ग्रेज् आङ्ग्लभाषायां तीरः इति बेङ्क् भगिनि, तीरम् इति बेङ्क्, तलः इत्युक्ते तत्र भागः। आम् अस्तु भगिनि। हा महोदय अग्रे। दृश्यते सप्तवर्ण सप्तवर्णसुन्दरः इन्द्र इन्द्रचापः सप्तवर्ण सुन्दरः अत्र तु सप्तवर्णसुन्दरः अत्रापि विशेषणपूर्वपद अस्ति वा सप्तवर्णसुन्दरः? सत्यं महोदय, अत्र गते सप्ताहे वयं चिन्तितवन्तः सप्तवर्णः इति द्विगुसमासः भवति इति, अहं वस्तुतः मातरं पृष्टवती, माताजी उक्तवती अत्र यत्र यत्र सङ्ख्या अस्ति तत्र सर्वत्र द्विगुः इति नास्ति, अत्र वस्तुतः सप्तवर्णः इति विशिष्ट अत्र संज्ञा अस्ति, अतः अत्र कर्मधारयसमासः सप्तवर्णः इति कर्मधारयसमासः। तदनन्तरं सप्तवर्णसुन्दरः इन्द्र इन्द्रचापः अनन्तरं सुन्दरः इति पदमस्ति खलु, तत्र किं भवति? सुन्दरः सप्तवर्णसुन्दरः सप्तवर्णः आम् आं भगिनि, अत्र प्रादिसमासः सप्तवर्णः इति उपसर्गः अस्ति वा? न न न, तत्र तु तत् विशेषणपूर्वपद हा सु सुइन्दरः इति तथा वदति वा सुइन्दरः? अस्तु अस्तु, तत्र न दृष्टवती, परन्तु सप्तवर्णः अपि च सुन्दरः तयोः सम्बन्धः तयोः सम्बन्धः इन्द्रचापेन इन्द्रचापः अत्र सप्तवर्णः सुन्दरः त्रीणि पदानि सन्ति खलु अत्र हा अत्र कः वदति, राजी भगिनी वदति वा सप्तवर्णसुन्दरः? आं भगिनि, सप्तवर्णसुन्दरः इन्द्रचापः इन्द्रचापः इति पदस्य विशेषणं सप्तवर्णसुन्दरः इन्द्रस्य चापः इव चापः न न एकक्षणम् एकक्षणम् एकक्षणं सप्तवर्णसुन्दरः तत्र त्रीणि पदानि तत्र सम्बन्धः कः? सप्तवर्णसुन्दरः अस्तु सप्तवर्णविशेषणपूर्वपदकर्मधारयः वर्णसुन्दरः वर्णानां सुन्दरः अपि षष्टितत्पुरुषसमासः षष्टितत्पुरुषसमासः वर्णानां सुन्दरः इति कथं भवति? वर्णसुन्दरः वर्णैः हा सत्यानां वर्णानां वर्णैः यस्य सः सप्तवर्णसुन्दरः सप्त हा सप्तवर्णैः सुन्दरः सुन्दरवर्णैः सुन्दरः इत्युक्ते विशेषपूर्वपद कर्मधारय विशेषपूर्वपद गर्भ तृतीया तत्पुरुषसमासः वा? सत्यं तृतीया तत्पुरुषसमासः अपि च महोदय, यथा भवान् उक्तवान् अत्र सु इति पदमस्ति इति कृत्वा तत्र उपसर्गः अपि अस्ति, सुयोगः उन्दयोगः अरः, अतः सुन्दरः इति शब्दः निष्पन्नः, तत्रापि समासः सु उपसर्गपूर्वकः प्रादिसमासः प्रादिसमासः समासाः सन्ति तस्मिन् पदे भगिनि विशेषणपूर्वपदकर्मधारय तृतीया तत्पुरुष तत्पुरुषसमासः तदनन्तरं प्रायसमासः वा न न प्रथमतया विशेषणपूर्वपदसमासः तदनन्तरम् अत्र प्रादिसमासः सुन्दरः इति प्रादिसमासः तदनन्तरं तस्मिन् गर्भे तृतीयतत्पुरुषसमासस्य गर्भे विशेषणपूर्वपदकर्मधारयसमासः अपि च प्रादिसमासः भगिनि सुन्दरः सुन्दरः इति सु इति उपसर्गपूर्वकः उन्द इति प्रातिपदिकात् अरः इति प्रत्ययः योजयित्वा सुन्दरः उन्द इति अर्थं पश्यतु भगिनि डिक्शनरी मध्ये पश्यतु अस्तु हा अग्रे महोदय भगिनि इन्द्रचापः अपि समासः अस्ति वा सत्यं महोदय इन्द्रचापः अपि समासः एव इन्द्रस्य चापः षष्टितत्पुरुषसमासः भगिनि न तत्र वयम् उक्तवन्तः खलु इन्द्रचापः इन्द्रस्य चापः इव चापः यस्य सः इन्द्रस्य चापः एव चापः अत्र षष्टि तत्पुरुष ओ ओ अत्र किं किं किं वदामः तत्र किञ्चित् तत्र बहुलछायावृक्ष एव तत् इन्द्रचापः एव चापः अत्र वस्तुतः बहुव्रीहिसमासः इन्द्र यत्र एतत्र वयं न पठितवन्तः अग्रे आयास्यति पठिष्यामः वस्तुतः अत्र बहुव्रीहिसमासः इन्द्रस्य चापः इव चापः यस्य सः स एव किर्णः सम्प्रति किं पठतु महोदय अग्रे स एव किर्ण सम्प्रति सप्तभिः वर्णैः विराजते एकः आसन् अधुना बहु सम्भूतः अत्र सम् उपसर्ग भूतः तत् भगिनि अत्र अव्ययीसमासः अस्ति वा सम्भूतः अव्ययीसमासः सम् इति उपसर्गः अस्ति सम् उपसर्गपूर्वकः भूधातुः तर्हि अत्र भूतः इति तान्तपदमस्ति सम् इति उपसर्गपूर्वकः प्रादिसमासस्य अन्तरे एव भवति तत्र अत्र भगिनि तत्र उपपदसमासः न भवति वा सम्भूतः उपपदसमासः न भवति महोदय अत्र सम्मिति अत्र उपपदसमासः कस्य भवति इति चेत् अत्र तृतीयाध्यायस्य द्वितीयपादे बहूनि सूत्राणि सन्ति तेन सूत्रेण उपपदसंज्ञा भवति चेदेव उपपदसमासः भवति तर्हि अत्र यावत्पर्यन्तं कृदन्तप्रकरणं न पठिष्यामः तावत्पर्यन्तं सम्यक् ज्ञानं न भवति अतः कस्य उपपदसंज्ञा भवति इति इदानीं वक्तुं न शक्नोमि अत्र कानिचन उदाहरणानि वयं दृष्टवन्तः तानि स्वीकृत्य वयम् इदानीम् अध्ययनं कुर्मः अग्रे गत्वा यदा शक्यं तदा पठिष्यामः कृदन्तप्रकरणम् अस्तु इति वदन् इव अदृश्यत् सः नयनान्धकारः सूर्यकिरणः इन्द्रचापवेषः पुष्पभगिनी किञ्चित् ध्वनिः अस्ति भगिनि म्यूट् नयन आनन्दकरः नयन आनन्दकरः सत्यम् अत्र कीदृशसमासः अत्र वस्तुतः अत्र कति पदानि सन्ति अत्र तु त्रीणि पदानि सन्ति नयन आनन्द अकरः तर्हि आनन्दकरः इत्युक्ते तत्र आनन्देन कृत्वा हा तत्र यथा भवान् उक्तवान् उपपदसमासः एव प्रथमम् अत्र प्रथमपदद्वयं स्वीकृत्य वदतु नयन आनन्द नयनैः आनन्द तृतीया इति वदति वा कथं तृतीया तत्पुरुषः अत्र वस्तुतः षष्टि षष्टि भवति नयनानाम् आनन्दः अत्र नयनद्वयमेव अस्ति खलु अतः नयनयोः नयनयोः नयनयोः आनन्दः अत्र षष्टितत्पुरुष समासः षष्टितत्पुरुषसमासः गर्भ उपपद समासः उपपदसमासः कथं भवति आनन्दकरः आनन्दकृत्वा आनन्दं करोति इति आनन्दं करोति आनन्दकरः भगिनी अर्हति वा नयनयोः आनन्दकरः तत्र नयनयोः इति सप्तमी भवति वा इति अहं पृष्टवती मातरं वदति तत्र सप्तमी इत्यस्य सूत्रं किमपि नास्ति अत्र षष्टि एव भवति ओ एवं वा नयनयोः आनन्दकरः अत्र षष्टि तत्पुरुष गर्भ उपपदसमासः सूर्यकिरणः सूर्यस्य किरणः तत् षष्टि तत्पुरुषसमासः भवति सूर्यस्य किरणः इन्द्रचापवेषः अत इन्द्रचापः तु यथा पूर्वं बहुव्रीहि इन्द्रचाप इव चापः इन्द्रचाप वेश वेषः इत्यनेन कः सम्बन्धः वेषः इत्युक्ते किम् किञ्चित् धारयति तत्र सत्यं वस्त्रमिव वस्त्रमिव इन्द्रचाप न जानामि भगिनि अत्र इन्द्रचापवेषः अत्र कीदृशसमासः भवति कोऽपि जानाति वा वक्तुमिच्छति वा इन्द्रस्य चापं धारयति न धारयति इति पदम् इन्द्रस्य चापं धारयति इति वाक्यं समीचीनमस्ति इन्द्रस्य चापवेषः इति अस्ति खलु वेषः इति पदम् इन्द्रस्य चापवेष भगिनी इन्द्रचापवेष एव उपमान द्वितीयपदं पूर्वपदम् उपमान उत्तरपदम् इति उपमान अस्ति वा इन्द्रचापस्य वेषेन सह तुलना अस्ति वा वेष एव वा वस्त्र एव इन्द्रचापः भवति इन्द्रचापः वेषः इव इति अत्र उत्तरपदे उपमानम् अस्ति पूर्वपदे उपमेयम् अस्ति इन्द्रचापः वेषः इव तथा प्रायः भवितुमर्हति नो चेत् अत्र नो चेत् अत्र बहवः वेषाः सन्ति तेषु इन्द्रचापः इति एकः वेषः अतः सम्भावनापूर्वपदकर्मधारयः अपि भवितुमर्हति इन्द्रस्य चापेन आवृतं भवति इन्द्रचाप इति वेषः वा समानपूर्वपद सम्भावनपूर्वपद इत्युक्ते इन्द्रचापः इति वेषः इन्द्रचापवेषः इति भवती वदति वा हा तथापि चिन्तयितुं शक्नुमः खलु लोके बहवः वेषाः सन्ति तत्र तेषु वेषेषु इन्द्रचापः इति एकः वेषः इति तस्य नाम इन्द्रचापः इति वेषः इति तथा चिन्तयितुं शक्नुमः. नो चेत् यथा भगिनी सरला भगिनी उक्तवती, इन्द्रचापः इति उपमेयम् इति इन्द्रधनुः इति उपमेयं, तस्य तुलनावेशेन सह कुर्मः. अत्र वेषः इत्युक्ते कः धारयति इति अर्थं वा? वेषः अत्र सूर्यकिरणः इत्यस्य एव विशेषणमस्ति. सूर्यकिरणः इदानीम् इन्द्रचापवेषः वेषं धारयति. तत्र सूर्यकिरण इन्द्रचापः इति पदद्वयं स्वीकुर्मः चेत् तत्रापि उपमानपूर्वपद कर्मधारय वा? न, सूर्यकिरणः इति पृथक् पदम् अस्ति. इदानीम् इन्द्रचापवेषः इति पृथक् अस्ति. हा, इन्द्रचापवेषः इति समासे प्रायः इन्द्रचापः इति वेषः इति सम्भावनापूर्वपदसमासः इतोपि सम्यक् भवति इति भाति. किमर्थं चेत् अत्र इन्द्रचापः वेषः इव इति वदामः चेत् इन्द्रचापः वेषः इव इति वेषः इत्युक्ते द रेन्बो इन् द फार्म् आफ् अ डिस्गैस् इति तादृशं वदामः खलु. चिन्तयामि भगिनि सम्भावनापूर्वपद एव सम्यक् दृश्यते इति भाति. मम अपि तथैव भाति इति वेषः. यथा भगिनी उक्तवती तत्र बहवः वेषाः सन्ति, तत्र इन्द्रचापः एकः वेषः एकः. अस्तु अस्तु, वस्तुतः अहं मातरमपि पृष्टवती, माताजि कीदृशपदमस्ति एतत् सा पृष्टवती. इन्द्रचापवेषः अस्तु. अपि च अस्माकं पूर्वम् अत्र दिव्याद्भुता सा शक्तिः इति पदमपि आसीत् खलु पूर्वस्मिन् परिच्छेदे. दिव्याद्भुता सा शक्तिः, वस्तुतः तत्र दिव्या अद्भुता सा शक्तिः वयं चिन्तितवन्तः. तत्र प्रायः बहुव्रीहिसमासः अस्ति, यतोहि शक्ति इति पदस्य विशेषणम् अस्ति इति. परन्तु अत्र वस्तुतः सम्पूर्णपदमेव विशेषणमस्ति दिव्याद्भुता. यत्र विशेषणं प्रथमे, यत्र सम्पूर्णपदं विशेषणमेव अस्ति, यत्र पुनः बहुव्रीहिसमासं कृत्वा विशेषणकरणस्य आवश्यकता नास्ति. वस्तुतः अत्र कर्मधारयसमासस्य बहवः अपवादाः सन्ति, तेषु दिव्या अद्भुता इति अपि अस्ति. यतोहि अत्र दिव्या इति पदमपि गुणवाचकपदमस्ति, अद्भुता इति पदमपि गुणवाचकपदमस्ति. यत्र उभयत्र गुणवाचकपदमस्ति, तत्र विवक्षा अनुगुणम् एकं पदं विशेष्यं भवितुम् अर्हति. अतः अत्र दिव्या अद्भुता इत्यस्मिन् सन्दर्भे अद्भुता इति विशेष्यं स्वीकृत्य, अत्र पूर्वपदं विशेषणम् इति स्वीकृत्य कर्मधारयसमासः भवति. विशेषणपूर्वपदकर्मधारयः इति. अपि च वयं चर्चितवन्तः दिव्या अद्भुता या सा इति, तादृशविग्रहवाक्यं न भवति. गते वर्गे वयं चर्चितवन्तः दिव्या अद्भुता यस्यां सा इति बहुव्रीहिः इति. बहुव्रीहिः नास्ति, बहुव्रीहिः नास्ति. यतोहि अत्र अस्माकं किञ्चित् क्लेशः अस्ति, कुत्र बहुव्रीहिः भवति, कुत्र कर्मधारयः भवति इति स्पष्टता नास्ति. किमर्थं चेत् तत्र यावत्पर्यन्तं वयं सूत्राणि न पठामः तावत्पर्यन्तं स्पष्टता न आगच्छति. किमर्थं चेत् तत्र बहूनि सूत्राणि सन्ति. यदि अत्र विशिष्टसूत्रेण कर्मधारयसमासः नो चेत् तत्पुरुषसमासः भवति चेत् तत्र तदेव भवति. यतोहि शेषे बहुव्रीहिः इति उच्यते. शेषे यत्र विशिष्टसूत्रेण समासः न भवति तस्मिन् सन्दर्भे शेषे बहुव्रीहिः भवति. अत्र तु कर्मधारयसमासः भवति, अपवादरूपेण भवति. अतः अत्र बहुव्रीहिसमासः नास्ति. द्विगुण संख्या नास्ति अत्र, न भवति. बहुव्रीहिसमासस्य नियमेषु एकः नियमः अस्ति, यदि अत्र दिव्या अद्भुता या सा शक्तिः इति तादृश यत्र विग्रहवाक्ये या इति पदमस्ति खलु प्रथमाविभक्तौ एकवचने, प्रथमाविभक्तौ एकवचने अत्र विग्रहवाक्ये न भवति एव. द्वितीयात् आरभ्य सप्तमीपर्यन्तमेव भवति. यतोहि अत्र पूर्वपदमपि प्रथमविभक्तौ एव अस्ति, द्वितीय उत्तरपदमपि प्रथमविभक्तौ एव अस्ति, अतः पुनः अत्र या इति पदं न आगच्छति, या अथवा यः यः यः सः इति तादृशपदं नागच्छति निग्रहवाक्ये, अतः तादृशसमासं वयं कर्तुम् इच्छामः चेत् तत्र प्रायः दोषः इति अर्थः. भगिनी सप्तवर्णसुन्दरः गते वर्गे वयं किं कृतवन्तः इत्युक्ते सप्तवर्णेन सुन्दरः यस्य सः बहुव्रीहि इति गते वर्गे वयं चर्चां कृतवन्तः भगिनि. हा तत्रापि सप्तवर्णसुन्दरः इति सप्तवर्णः इति विशेषणपूर्वपदमस्ति, सप्तवर्णः अनन्तरं सप्तवर्णैः सुन्दरः इति तृतीयतत्पुरुषसमासः अस्ति, अत्र बहुव्रीहि नास्ति. गतवर्गे वयं किं कृतवन्तः सप्तवर्णेन सुन्दरः इति वयं कृतवन्तः. सप्तवर्णेन सुन्दरः इति समीचीनमस्ति, सप्तवर्णैः अथवा सुन्दरः यस्य सः इति वयम् इति विग्रहवाक्यं कृत्वा बहुव्रीहि इति वयं निश्चितं कृतवन्तः गते वर्गे. हा तथा कृतवन्तः, सत्यं भगिनि. अत्र इदानीम् अहं स्पष्टीकरोमि, अत्र सप्तवर्णः इति अत्र द्विगुसमासः अपि नास्ति, सप्तवर्णः इति कर्मधारयसमासः, अपि च सप्तवर्णैः सुन्दरः इति तृतीयतत्पुरुषसमासः. भगिनी गतकक्षायां कोऽपि उक्तवान् दिव्या अद्भुता, तत्र विशेषण उभयपद कर्मधारयसमासः अस्ति, तावत् अस्ति वा अत्र? तत्र विशेषण उभयपदमपि नास्ति, यतोहि विशेषण उभयपदकर्मधारये तत्र तान्तरूपं भवति, यथा अत्र कृता कृतम् इति तत्र तान्तरूपमस्ति खलु, यत्र तान्तरूपमस्ति तत्रैव विशेषण उभयपदकर्मधारय, यथा अत्र कृतम् अपकृतं कृतापकृतं भुक्तम् अभुक्तं सर्वत्र तान्तरूपमस्ति, अतः अत्र उभयपदमपि नास्ति. अत्र कर्मधारयसमासस्य अपवादेषु अत्र दिव्यार्पुता इत्यपि आगच्छति. अस्तु तर्हि अग्रे अत्र पद्मा भगिनी पठति वा. भगिनि एकमपि सन्देहः, सप्तवर्णः सप्तानां वर्णानां समाहारः सप्तवर्णसमाहारः इति द्विगुसमासः भवितुम् अर्हति वा? हा सामान्यतया तथा वयं चिन्तयामः भगिनि, यत्र यत्र सङ्ख्या अस्ति पूर्वपदे तथा वयं चिन्तयामः, परन्तु अत्र सप्तवर्णः इति विशिष्टमस्ति सप्तवर्णः, अतः अत्र यथा सप्तऋषयः इति वदामः खलु, सप्तऋषयः इति संज्ञा, तथैव अत्र सप्तवर्णः इत्युक्ते इन्द्रधनुः इति संज्ञा, यथा सप्तस्वरः सप्तवर्णः इति तत् संज्ञा अस्ति, अतः विशेषणपूर्वपदकर्मधारयः अपवादरूपेण अत्र द्विसमास न भवति. भवति वा न भवति वा? न भवति, न भवति. अस्तु भगिनि पठामि वा? हा तदेव अत्र किं वदामः इति चेत्, यत्र यत्र पूर्वपदे सङ्ख्या अस्ति तत्र द्विगुसमासः इति न नियमः, अत्र अपवादः सन्ति, अतः अहं किं वदामि इति चेत्, यावत्पर्यन्तं सम्पूर्णरीत्या सूत्रं न पठिष्यामः तावत्पर्यन्तं वयं किञ्चित् किञ्चित् यद्यद् अवगच्छामः तद् तस्य आधारेण किञ्चित् ऊहं कर्तुं शक्नुमः, परन्तु सम्पूर्णतया सत्यम् इति इदानीं प्रमाणं नास्ति, यतोहि सूत्रस्य आधारः नास्ति. पठामि वा भगिनि? हा पठतु. हा अयं वर्णविलासः किन्तु अयं क्षणिकः, येन हस्तेन स्पृष्टुं न शक्नोमि इति अचिन्तयत् सः मानवः, पुनश्च आकाशात् वाक्यम् आयाति, रे साधक अधः पश्य, वनस्थल्याम् अवतरामि अहं, स्पृश मां, धारय मां, स्थापय माम्. अत्र आकाशवाणी पुनः वदति, अत्र सूर्यकिरणः वदति, अहं विलासः वर्णेन विलासः. सूर्यकिरणः न वदति भगिनि, सा शक्तिः, भगिनि सा शक्तिः वदति, सूर्यकिरणः शक्तिः वदति अयं वर्णविलासः, वर्णेन विलासः. अत्र तृतीय तत्पुरुषसमासः भवति, विशेष पूर्वपद कर्मधारे समासः भवति. किन्तु अयं विलासः, विलासः इति अस्य अर्थः कः? विलासः अत्रापि अत्र उपपद कर्मधारे समासं भवति, वि भवति. विलास इत्यस्य अर्थः विलास, विलास अर्थं भवति, विला भवति. न न, विलास इत्यस्य अर्थः अस्ति, क्रीडा इत्यस्मिन् अर्थे अस्ति, क्रीडा. क्रीडयति इत्युक्ते अत्र वर्णानां विलासः, वर्णानां विलासः, वर्णानां विलासः. अत्रापि षष्टितत्पुरुषसमासः, षष्टितत्पुरुषसमासः भवति. क्षणिकः, क्षणे क्षणेन क्षणिकेन भवति. अत्रापि क्षणिकाः इत्युक्ते एकक्षणमेव तिष्ठति इति अर्थः, एकक्षणमेव तिष्ठति. अत्रापि तृतीय तत्पुरुषसमासः भवति. क्षणिकः इति तृतीय तत्पुरुषः कथं? क्षणिकेन न, क्षणिकः इति एकं पदमस्ति खलु, क्षणिकः. आम्, तत्र समासः कथं? समासः नास्ति तत्र, क्षणिकः इति एकमेव, एकमेव पदं, हा एकमेव पदं, समासः नास्ति. अग्रे न शक्नोमि, विलासः इत्युक्ते अर्थं किम् उक्तवती भवती? क्रीडा, क्रीडयति, क्रीडानां भवति. कुत्रचित् कस्यचित् गृहे ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. हा भगिनि, पद्मभगिनी, तत्र सन्देहः, क्षणिकः इत्युक्ते क्षीणस्य नुल् प्रत्ययं नास्ति वा? नुल् प्रत्ययः नास्ति भगिनि, अत्र क्षण कृदन्तमस्ति, तत्र क्षणिकः इति नूल् प्रत्ययः नास्ति, भिन्नप्रत्ययः. क्षणं सूचयति वा तत्र, क्षणं इति तावदेव तत्र. धन्यवादः. अत्र समासं न भवति, समासः नास्ति. हा अग्रे, येनं हस्तेन स्पष्टुं न शक्नोमि, तत् शक्ति भव वदति, हस्तेन स्प्रष्टुं सृजनं न शक्नुम, न शक्नु. शक्तिः कः, का वदति, का अथवा कः वदति? शक्तिः न वदति, मानवः, मानवः चिन्तयति, चिन्तयति, आम् चिन्तयति खलु, मानवः चिन्तयति. अयं वर्णविलासः, वर्णानां क्रीडा एव, क्षणिकः अपि अस्ति, एनम् अहं स्प्रष्टुं न शक्नोमि. सः मानवः चिन्तयति, येन शक्तिं हस्तेन सृजनं न शक्नोमि इति अचिन्तयत् सः मानवः. सृजनम् इति उक्तवती वा? सृजनम्, आम्, सृजनम् इति इत्युक्ते किम् अत्र? सृजनं नास्ति, सृज् इत्युक्ते स्पर्शनं, स्पर्शनं स्पर्शनं न शक्नोमि इति चिन्तयति मानवः. पुनश्च आकाशात् पुनः वाक्यम् आयाति, शब्दम् आयाति. रे साधका अन्धपश्च अधपश्च, मानवस्य वदति मानवः तत्र पश्यतु, वनस्थल्यां वनस्य स्थलम् अत्र अत्र समासं भवति अत्र वनस्य स्थलेन न स्थल्याम् इति तत्र स्थल्याम् इति कीदृशपदमस्ति सप्तमी विभक्ति न स्थल्या इति अत्र पदस्य अर्थः कः प्रदेशं हा भूमिः इति अर्थः वनस्य प्रदेशं हा वनस्य भूमिः हा वनस्य भूमिः अत्र सप्तमी तत्पुरुषसमासं न वनस्य भूमिः इति उक्तवती खलु कथं सप्तमी आम् अवतरामि अहं कीदृशसमासः वनस्य भूमिः अहं चिन्तयामि सप्तमी षष्ठी तत्पुरुषसमासः षष्ठी तत्पुरुष सप्तमी इति उक्तवती आम् षष्ठी तत्पुरुष अस्तु अग्रे अत्र वनस्थले अहं अवतरामि जन्मं स्वीकरोमि मम पृच्छतु धारयतु स्थापयतु इति अस्तु अस्तु समीचीनं भगिनि शक्ति इदानीं वदति अहं वनस्थाल्याम् अवतरामि इदानीं भवान् मां स्पर्शं शक्नोति धारयितुं शक्नोति इति इदानीम् अत्र शक्तिः वदति अस्तु भगिनि हा संस्कृत स्पोकन् सान्स्क्रिट् कोशे स्थल इति राशि इति वदति स्थल अर्थः स्थल इति तत्र कीदृशपदमस्ति लिङ्गं किं न्यूटर् नपुंसकलिङ्गं हा अत्र नपुंसकलिङ्गः नास्ति खलु खलु स्थाल्याम् इति अस्ति स्त्रीलिङ्गे स्थाली इति स्थालिका इति स्थाली इत्यस्य भावः स्थाल्याम् अत्र स्थल्याम् इति तत्र स्थल्याम् इत्युक्ते प्लेट् इत्यस्मिन् अर्थे अस्ति तत्र भूमिः तत्र वनस्थली इति ईकारान्त स्त्रीलिङ्ग हा वनस्थली इति स्त्रीलिङ्ग सत्यम् अस्तु अग्रे तर्हि अग्रे इदानीं सम्यक् अस्ति तर्हि अग्रे विजया भगिनी भवतेव पठतु अवतरामि इति इत्युक्ते आगच्छामि इति इत्यपि अर्थं स्वीकर्तुं शक्नुमः किल अवतरामि हा अवतरामि इत्युक्ते आगच्छामि इत्यस्मिन् अर्थे एव अस्ति अवतारं स्वीकृत्य आगच्छामि इति तादृश अर्थः अहम् अधः आगच्छामि विजया भगिनि पठामि सः अधः पश्यति तत्र वर्तते नीलकण्ठः नृत्यमग्नः मयूरः तेन प्रसारितः सप्तवर्णमण्डितः अद्भुतः पिञ्चकलापः पिच्चकलापः तव कलापः सः किञ्चित् प्रसन्नः भवति किञ्चिदिव तृप्तः सः शक्तिं वदति हे देवते तव दर्शनं लब्धं तदपि तव वाणी न श्रुता श्रुतिद्वारेण ज्ञातुम् इच्छामि त्वाम् इति सः अधः पश्यति. अधः इत्युक्ते नीच अधः पश्यति सः मानवः. अनन्तरं तत्र वर्तते नीलकण्ठः नृत्य मग्नः मयूरः. नीलकण्ठः इति अलुक् समासं भगिनी. नीलकण्ठः कथं भवति अलुक् समासः? नीलकण्ठः यस्य सः इति तत्र बहुवीर्जीव नीलकण्ठः यस्य सः. हा वस्तुतः अनन्तरं नीलः कण्ठे यस्य सः इति नीलः कण्ठे यस्य सः नीलकण्ठः. मयूरविशेषणपदं नीलकण्ठः, अतः विशेषणपूर्वपदसमासः अपि भवितुम् अर्हति वा? नीलकण्ठः मयूरशब्दस्य विशेषणं किल मध्ये नील नृत्यमग्नः इति अन्यपदमपि अस्ति खलु भगिनि, तत्र तदपि विशेषणं किल? मयूरस्य विशेषण नृत्यमग्नः नीलकण्ठः द्वे अपि विशेषणं किल भगिनि? द्वे अपि विशेषणं, सत्यं द्वे अपि विशेषणे स्तः विशेषणं. तत्र विशेषणपूर्वपदकर्मधारे समासः भवितुम् अर्हति वा इति मम प्रश्नः. हा नीलः अत्र नीलः कण्ठः इति वदति चेत् नीलः कण्ठः इदानीं कण्ठस्य विषयः अस्ति वा? कण्ठस्य विषयः अस्ति चेत् विशेषणपूर्वपदकर्मधारे. नीलस्य विषयः अपि नहि, कण्ठस्य विषयः अपि नास्ति. तत् अन्य कस्य विषयः अस्ति? कस्य मम प्रश्नः नीलकण्ठः इति न अवगच्छामि भगिनि, अवगच्छामि. इदानीम् अत्र नीलः इति अपि विषयः नास्ति, कण्ठः अपि विषयः नास्ति. कस्य विषयः? मयूरस्य विषयः. हा मयूरस्य विषयः. तर्हि इदानीं नीलः गच्छति इति वक्तुं शक्नोमि वा? न. कण्ठः गच्छति इति वक्तुं शक्नोमि वा? तदपि न. हा मयूरः गच्छति. तर्हि मयूरः मयूरः इति अन्यपदस्य प्राधान्यम् अस्ति, अतः नीलकण्ठः इति अत्र बहुव्रीहिसमासः, यतोहि मयूरः इति पदस्य प्राधान्यं. भवती पृष्टवती नीलकण्ठः इति विशेषणपूर्वपदकर्मधारे समासः भवति वा इति पृष्टवती. सत्यं भवितुम् अर्हति. अहं जानामि बहुव्रीहि इति. अस्मिन् सन्दर्भे विशेषपूर्वपद भवितुम् अर्हति वा इति मम प्रश्नः. अस्मिन् सन्दर्भे न भवति इति मम उत्तरं, यतोहि अत्र अन्यपदस्य प्राधान्यम् अस्ति. अस्तु भगिनि. हा सर्वदा सर्वदा बहुव्रीहिसमासः विशेषणमेव भवति, सर्वदा विशेषणम्. अतः यत्र कुत्रापि अत्र सम्पूर्णपदं विशेषणमस्ति चेत् तत्र वयं पश्यामः, तत्र तत्र अस्माकं किञ्चित् भ्रमः अपि भवितुमर्हति, विशेषणपूर्वपदम् अस्ति वा बहुव्रीहिः अस्ति वा इति. तर्हि तत्र एकं क्रियापदं स्वीकृत्य पश्यामः चेत् किञ्चित् स्पष्टता आगच्छति. अस्तु विजया भगिनि. भगिनि अत्र एकनिमिषं, परन्तु नीलकण्ठमयूरः इति अस्ति चेत् तद् विशेषणपूर्व बहुव्रीहिगर्भसमासः न नीलः कण्ठः मयूरः, नीलकण्ठमयूरः, नीलकण्ठः मयूरः इति अस्ति चेत् तत्र नीलकण्ठः मयूरः गच्छति इति वदामि चेत् तत्र कः गच्छति? मयूरः गच्छति. मयूरः गच्छति. तर्हि नीलकण्ठः इति विशेषणमस्ति, मयूरः इति शब्दस्य विशेषणमस्ति, सम्पूर्णतया विशेषणमस्ति. तर्हि तत्र बहुव्रीहिसमासः, नीलः कण्ठे यस्य सः तादृशमयूरः गच्छति. तत् मम प्रश्नः तु नीलकण्ठ विसर्ग नास्ति, नीलकण्ठमयूरः तद् अस्ति चेत् तद् सत्यं न? नीलकण्ठमयूरः इति समस्तपदं कर्तुमिच्छति वा? अत्र अस्ति चेत् तद् विशेषणपु समासः, विशेषण कर्मधारय समासः अस्ति, विशेषणपूर्व पूर्वपदक न पूर्वपद न उत्तमं उत्तमान उपमानपूर्वपदकर्मधारय न न भगिनि न नास्ति पूर्वपद नास्ति तत् पूर्वपद नास्ति अस्तु अस्तु अस्तु भगिनि विजया भगिनि भगिनि तत्र नीलः कण्ठे यस्य सः इत्युक्ते तत्र समानविभक्ति तत्र नास्ति अतः तत्र व्यधिकर्ण बहुव्रीहि समासः इति तत्र स्वीकुर्मः अग्रे पठिष्यामः भगिनि सत्यं सत्यं सत्यम् अग्रे पठिष्यामः नृत्यमग्नः नृत्ये मग्नः इति सप्तमी तत्पुरुषसमासः सत्यं नृत्ये मग्नः न न एकक्षणम् अत्र मग्नः इति पदं कीदृशपदमस्ति मग्नः एकान्तं तान्तपदमस्ति यदा तान्तपदमस्ति चेत् उत्तरपदे तत्र सामान्यतया कीदृशसमासः भवति उत्तरपदे तान्तरूपम् अस्ति चेत् तत्र कीदृशसमासः भवति नृत्यं नृत्यं मग्नः वा किम् इक्तान्तपदमस्ति चेत् द्वितीयविभक्ति तत्र आगन्तुं शक्नोति वा तत्र विशिष्टपदं विशिष्टपदम् अस्ति चेदेव द्वितीया भवति खलु अत्र विशिष्टपदमस्ति वा द्वितीया तत्पुरुषसमासे श्रुत अतीत पतित गत प्राप्त आपन्न अत्र तथा नास्ति खलु अतः भगिनि यत्र यत्र तान्तरूपमस्ति तत्र कोऽपि वदतु कीदृशसमासः भवति तृतीया तत्पुरुषतमः हा तर्हि विग्रहवाक्यं नृत्येन मग्नः वा हा नृत्येन मग्नः धन्यवादः नृत्येन मग्नः मयूरः तत्र तेन प्रसारितः प्र उपसर्गपूर्वक सुधातोः सारितः इति एकान्तप्रत्ययं तत्र सप्तवर्णमण्डितः सप्तवर्णानां मण्डितः वा सप्तवर्णैः मण्डितः सत्यं सप्तवर्णैः मण्डितः सत्यं तर्हि तत्र आहत्य आहत्य कीदृशसमासः तृतीय तत्पुरुषसमासः हा तत्र सप्तवर्णः सप्तवर्णः पूर्वमेव सप्तानां वर्णानां तादृशं वा भगिनि न न उक्तवती खलु सप्तवर्णः तत् द्विगुसमासः न भवति कर्मधारयसमासः एव सप्तवर्णः इति सप्तवर्णैः मण्डितः एव तावदेव तत्र अद्भुतः पिञ्च पिच्छकलापः कलापः इति तत्र तस्य वर्णानि पुच्छमस्ति खलु पुच्छमिति तत्र पुच्छं नास्ति न न पिच्छ पिच्छमेव पिच्छकलापः इत्युक्ते तत्र मयूरस्य अन्तिमभागः किं विस्तारितं खलु तत्र सर्वे वर्णा वर्णाः सन्ति तत्र तत्र कोऽपि वदतु पिच्छकला पिच्च इत्यस्य अर्थः कः राजीवग्नि वदतु मध्ये आसं पिच्छ पृथग्भागः पृथग्भागः आङ्ग्लभाषायां फेदर् सत्यं पर्णः इति अर्थः पक्षिणः पर्णः कलापः इत्युक्ते मयूरः समूहः समूहः सत्यं समूहः अस्ति पिच्छानां समूहः पिच्छानां समूहः पिच्छकलापः आङ्ग्लभाषायां पिच्छ इत्युक्ते वाट् वि विल् सेव् फेदर् भगिनि फेदर् ओ फेदर् ओके कलेक्षन् आफ़् फेदर्स् संस्कृते कथं वदति पर्णः इति पक्षिणः पर्णः पर्णः यदा अत्र लीफ् इति वदामः खलु तथैव अत्र पक्षिणः पर्णः तत्र विङ्ग्स् नास्ति, फेदर्स् एव खलु भगिनि? सत्यं, कुत्र अस्ति विङ्ग्स्? विङ्ग्स् अस्ति चेत् उपरि गच्छति खलु, अतमेव तत्र पर्णः एव. हा प्रायः मयूरः अपि किञ्चित् गच्छति, अधिकं नास्ति, किञ्चित् किञ्चित् दूरम्. अस्तु अग्रे किमपि अस्ति वा अत्र? किञ्चित् सः किञ्चित् प्रसन्नः, प्र उपसर्गपूर्वकः सत् धातोः सन्नः इत्तान्तप्रत्ययं भवति तत्र. अनन्तरं किञ्चिदिव तृप्तः सः शक्तिं वदति, हे देवते तव दर्शनं लब्धं तथापि तव वाणी न श्रुता, श्रुतिद्वारेण ज्ञातुम् इच्छामि त्वां. तत्र किमपि नास्ति भगिनि, श्रुतिद्वारेण श्रुति इति स्त्रीलिङ्गपदं, श्रुत्यां द्वारेण सप्तमी तत्पुषं तत्र आगन्तुं शक्नोति वा भगिनि? द्वार इति शब्दः अस्ति चेत् सामान्यतया तत्र विभक्तिः, विभक्तिः का? तृतीया, तृतीया अकारान्तपुंलिङ्गं न, अत्र द्वार इति अस्ति चेत् सामान्यतया षष्टि एव भवति खलु, अत्र श्रुतेः, श्रुतेः द्वारः, श्रुतेः लिङ्गपदं किल द्वारं, द्वारं नपुंसकलिङ्गपदं किल, द्वारं नपुंसकलिङ्गम् इति वदति वा? आमा न, अत्र अत्र त्रिषु लिङ्गेषु अपि भवति खलु, विशेषपदम् अत्र नपुंसकलिङ्गं भवति स्म, अस्ति अपि नपुंसकलिङ्गं चेत् अपि तत्र श्रुतेः एव. किमर्थं नपुंसकलिङ्ग, किमर्थं नपुंसकलिङ्ग इति वदति? न न, कोऽपि तत्र वदति खलु नपुंसकलिङ्गं पुल्लिङ्गम् एतत् सर्वं प्रथमविभक्ति द्वितीयविभक्ति एव तत्र परिवर्तनम् अभवत्, तृतीयतः सम्बोधनप्रथमाय पर्यन्तं तावदेव समानमेव तत्र, अतः अहं मया उक्तं तत्र. अत्र वस्तुतः श्रुतेः द्वारः, श्रुतेः द्वारः तस् न तेन, श्रुतेः द्वारः क्षम्यतां भगिनि, क्षम्यतां भगिनि, स्पोकन् संस्कृत प्रकोषे द्वारा नपुंसकलिङ्ग इति सूचयति, द्वारा इति नपुंसकलिङ्गे अस्ति वा? आम्, द्वारा अव्ययपदः, द्वारा इति अव्ययपदम्, अत्र द्वारा इति नपुंसकलिङ्गपदं द्वारेण इति सूचयति. अस्तु अस्तु अस्तु अस्तु, तथापि तत्र समासः तथैव भवति, श्रुतेः द्वारं तेन, द्वारं तेन. धन्यवादः. अस्तु अस्तु, समीचीनम्. अत्र कोऽपि प्रश्नः वा? इत्युक्ते श्रुतेन द्वारम् इत्युक्ते तृतीया वा, तृतीया तत्पुरुषः वा? न, श्रुतेः इति तत्र षष्टि तत्पुरुषः, षष्टि तत्तु श्रुतेः द्वारम्. अस्तु, द्वारं तेन, अस्तु तर्हि अग्रे अत्र राजीभगिनी पठतु. सावधानं शृणु इति वदन्त्यामिव तस्याम् अकस्मात् श्रुतिपथम् आगच्छति कश्चित् केकारवः, ततः कोकिलकूजितं ततो मण्डूकध्वनिः, ते एव सप्तवर्णाः, सप्तस्वराः, सप्तस्वरा इव आविर्भूताः. अत्रान्तरे वाक्यमिदं श्रुतिमिव श्रुतमिव येषोऽस्मि त्वां पालयितुं लालयितुं च अवतीर्णः. तत् शब्दं वदति सावधानं शृणु इति. अस्तु, तत् शब्दं केकारवः इति, केकारवः इत्युक्ते मयूरस्य ध्वनिः इति. अकस्मात् तस्याम् अकस्मात् श्रुतिपथम् आगच्छति कश्चित् केकारवः, सावधानं शृणु इति वदन्त्याम् इव सावधानं शृणु इति मध्यमपुरुष एकवचनं लोट्लकारः इति वदन्ति कः वदन्ति इत्युक्ते तद् शक्तिः शक्तिः वदति वदन्त्यां तत्र कीदृशरूपं वदन्त्यां वदन्त्यामिवि इति सप्तमी सप्तमी एकवचनं वदन्त्यां वदन्ति अत्र कीदृशरूपं न न रूपं वदन्ति वदन्त्यां न भगिनी अहं न अवगच्छामि वदन्त्यां वदन्त्याम् इव तस्यां कस्य विशेषणमस्ति श्रुतेः विशेषणं किल शक्तेः विशेषणं शक्तेः विशेषणं सत्यं तस्यां अपि शक्तेः तस्याम् अकस्मात् अकस्मात् इत्युक्ते अधुना इति अर्थम् अहं चिन्तयामि अकस्मात् अकस्मात् इत्युक्ते सडन्लि सडन्लि श्रुति पथम् आगच्छति केकारस्य मयूरस्य शब्द श्रुतिपथम् श्रुतिपथं पथम् इत्युक्ते पात् श्रुतिपथं श्रुतेः पथं तपि श्रुतेः पथं षष्ठी तत्पुरुषसमासः किल श्रुतेः पथम् इत्युक्ते मयूरस्य पथं किल मयूरस्य पादस्य पादेन एकः शब्दः आगच्छति तत् केकारवः नृत्यं करोति किल मयूरः नृत्यं करोति नृत्यं कर्तुं समये तस्य पदेन एकः शब्दः आगच्छति तदेव केकारवः इति अहं चिन्तयामि भगिनि इति अर्थं श्रुतेः पन्ताः इति पथम् इत्युक्ते पात् पन्तनः इति ट्रावेलर् भगिनि तद्भिन्नं पदम् इत्युक्ते मयूरस्य पादस्य अधः मयूरः नृत्यं करोति नृत्यं करोति ततः एकः शब्दः आगच्छति तदेव केकारवः मयूरस्य नृत्येन आगच्छति तत् शब्दं नृत्येन पदम् आगच्छति वा किं श्रुतेः श्रुतेः पदं षष्ठी तत्पुरुषसमासः इत्युक्ते तत्र सः मानवः तासां शक्तिं श्रोतुम् इष्टवान् खलु तर्हि इदानीं शक्तिः वदति सावधानतया शृणोतु इति तर्हि तस्य मानवस्य श्रुतेः पते तत्र केकारः ध्वनिः श्रूयते इदानीं केकारः मयूरस्य ध्वनिः श्रूयते ततः कोकिलकूजितं ततो मण्डूकध्वनिः कोकिलस्य कूजितध्वनिः अपि मण्डूकस्य ध्वनिः अपि श्रूयते मिलित्वा ते एव सप्तवर्णाः सप्तस्वराः इव आविर्भूताः ताः ध्वनिः एव सा ध्वनिः एव सप्तवर्णाः अपि च सप्तस्वराः इति आविर्भूता मीन्स् एक्स्प्रेसस् हौ टु से आविर्भूताः तान्तपदम् इत्युक्ते प्रत्यक्षं जातं प्रत्यक्षं जातम् आम् अत्रान्तरे वाक्यमिदं श्रुतमिव तस्मिन् समये एव एतद् वाक्यं श्रुतम् एषः अस्मि त्वां पालयितुं लालयितुं च अवतीर्णः एषोऽस्मि त्वां पालयितुं लालयितुं च अवतीर्ण एषः इत्युक्ते तत्र तद्ध्वनिः एव वा ध्वनिः कथं पालयितुं लालयितुं शक्नुमः ध्वनिः एव अवतीर्णः इत्युक्ते आगच्छति अन्तर अत्रान्तरे अस्मिन् समये एव एक एतद् वाक्यं श्रुतं श्रुतम् एषः अस्मि त्वां पालयितुं दट् मानवां मानवं पालयितुं लालयितुं च आगच्छति इति सः शक्तिः वदति सा शक्तिः एव तत्र मयूररूपेण आगच्छति खलु एव आगच्छति सा शक्तिः कथं पालयितुं लालयितुं शक्नुमः इति अहं न जानामि भगिनि कथं कथं पालितुं शक्नुमः लालितुं शक्नुमः शक्तिः एव तत्र सृष्टेः सृष्टेः कारणं शक्तिः अस्ति खलु शक्तिः एव सर्वं करोति माया शक्तिः एव सर्वं करोति खलु शक्तिः एव जगतः पालनं करोति लालनं करोति सर्वं करोति शक्तिः अस्तु अस्तु तद् तदर्थम् अस्तु भगिनि एषः अत्र मयूरः अस्मि त्वां पालयितुं लालयितुं च अवतीर्णः शक्तिरूपेण आगच्छति मयूरः मयूरः अपि तत्र द्वारा इति शब्दः पुल्लिङ्गे अपि अस्ति भगिनि केवलं नपुंसकलिङ्गे इति नास्ति द्वारा इति शब्दः पुल्लिङ्गे अपि अस्ति अत्र वस्तुतः नपुंसकलिङ्गे नास्ति शक्ति श्रुतिद्वारेण इति चेत् श्रुतेः द्वारः तेन श्रीलिङ्गपदं तत्र द्वारः किल द्वारः इति पुल्लिङ्गे श्रुतेः द्वारः अस्ति श्रुतेः द्वारः इस् द ओपनिङ्ग् आफ् द इयर्स् श्रुतेः द्वारः तेन श्रुतिद्वारेण ज्ञातुम् इच्छामि इत्युक्ते थ्रू द इयर्स् खलु तत्र एषः यदि वयं मयूरः इति एषः अस्मि अस्तु एषः अस्मि वा एषः अस्मि वा इति मम चिन्तयति शक्तिः यदि वयं शक्ति इति यदि पदं स्वीकुर्मः चेत् एषा इति आगच्छति शक्तिः नास्ति भगिनि शक्तिः एव मयूररूपेण अधः भूमौ अस्ति इदानीं तत्र सा शक्तिः मयूररूपेण मयूररूपेण शक्तिः एव पालयति लालयति आगच्छति इत्युक्ते अत्र अत्र अत्र अत्र गभीरः अर्थः अस्ति गभीरः अर्थः कः इति चेत् वस्तुतः सर्वेषु मनुष्येषु पक्षिषु अपि च सर्वेषु तत्र यस्मिन् जीवः अस्ति सर्वत्र शक्तिः अस्ति खलु सा शक्तिः एव पालयति लालयति इति तादृश अर्थः गभीरः अर्थः अत्र अस्तु अग्रे पुष्पा भगिनी पठति वा भगिनी तत्र अवतीर्णः अवयु उपसर्गपूर्वक तृधातुः तीर्णः इक्तप्रत्ययम् अतः तत्र प्रातिसमासः खलु भगिनि सत्यं सत्यं भगिनि अग्रे अस्तु भगिनि अस्तु भगिनि शनैः शनैः सः ज्ञातुं प्रारभते यत् यत् एक एव ईश्वरः नानारूपैः दृश्यते सृष्टिरियम् ईषमदूरस्य सृष्टिरियम् ईषमदूरस्य मधुरस्य नास्ति मयूरस्य मयूरस्य ईषमयूरस्य अद्भुतः अनन्तः मयूरस्य अद्भुतः अनन्तः अनादिश्च पिच्चकलापः अनादिश्च पिच्चकलापः एक एव शुभ्रः किरणः सप्तभिः वर्णैः परिणमते एक एव ओङ्कारः सप्तभिः स्वरैः प्रकटितो भवति एक एव गन्धः नानारूपाणि धारयति एक एव रसः अनेकरूपः प्रतिभाति अस्तु मन्दै मन्दै शनै शनै सः मन्दे मन्दे इति नास्ति भगिनि सर्, मन्दम् इति अव्ययम् अस्ति, मन्दं मन्दं शनैः शनैः शनैः शनैः अपि अव्ययमेव, शनैः शनैः अव्ययं शनैः शनैः तद् तदेव भवत् वदति न शनैः शनैः स्लोलि स्लोलि ओके. सः ज्ञातुं प्रारभते यत् कः ज्ञातुं प्रारभते मानवः मानवः ज्ञातुं प्रारभते एकनिमिषं प्रारभते प्रारभते आरम्भ आरम्भ प्रविसर्ग प्रारभते अत्र आत्मनेपदी रभते रभते उपसर्गपूर्वकः रब् धातुः रब् धातुः यत् एकः एकः एव ईश्वरः नानारूप तत्तु नानारूप नानारूप एव रूपैः एव दृश्यते तत्तु एकः मयूरः एकः एतदेव सृष्टि सृष्टिरियं तत् न सृष्टिः इयम् अस्तु अस्तु सृष्टिः इयं न सत्यं तद् सन्धि सन्धि अस्ति विसर्गसन्धिः विसर्गसन्धिः अस्ति ईशम् ईशमयूर मयूरस्य तत् तद् नावगमनं मगे ईशमयूरस्य तत्र तत्र कीदृशसमासः ईशः मयूरः तत्तु मयूरस्य तद् अत्र शक्तिः एव तत्र शक्तिः एव मयूररूपेण आगच्छति तर्हि ईशमयूरः इत्युक्ते गाड्लि तत् तदेव न समासः कः समासः ईशैव सत्यं भगिनि वदतु पुनः वदतु पुष्पभगिनी वदतु पुनः ईश एव मयूरः कीदृशसमासः कर्मधारय कर्मधारयसमासः कीदृशसमासः कर्मधारये ईश एव कर्म ईश एव ईश एव तत्तु उपमानोत्तर न इदानीं पर्यन्तं यद् उक्तवती बहु सम्यक् आसीत् इदानीं तु समीचीनं सम्यक् पुनः वदतु वाक्यं किमस्ति भगिनि एकक्षणं भगिनि पुनः वाक्यं वदतु पुष्प भगिनि सृष्टिः इयं न न न तद् नास्ति विग्रहवाक्यं वदतु ईशमयूरस्य ईशः एव मयूरः मयूरः मयूरस्य इति अस्ति खलु अत्र ईशः एव मयूरः तस्य सम्यक् ईशः मयूर इति उपमा उपमा उपमा नास्ति अत्र अत्र अवधारणपूर्वपदकर्मधारयः ईशः एव मयूरः ईशः एव मयूररूपेण आगतः भूमौ अद्भुतः तत्तु अद्भुतः अद् अद् अस्ति भूतः अद्भुतः तत् किमस्ति अत् इति उपसर्गः अस्ति अस्तु अत् उपसर्गः भूतः भू शान्तरूपं भवति कान्तरूपं कान्तरूपं भू भू अद्भुतः अनन्तः तद् तद् तद् तदैव अनन्तः तद् कोऽपि नास्ति न अनन्तः समस्तपदमस्ति खलु समस्तपदं भगिनी तत्र न अनेकः वा भगिनि न न एकक्षणं भवती न वदतु इदानीं पुष्पा भगिन्याः क्रमः अस्ति खलु नैतत्पुरुषः अस्ति भगिनि हा नैतत्पुरुष विग्रहवाक्यं वदतु विग्रहवाक्यं अनन्तः नन्द इति अस्ति वा मया न शृणम् इदानीम् इदानीं विजया भगिनी वदतु न अन्तः वा भगिनि नन्ति तत्पुरुषः समासः हा न अन्तः न अन्तः यत्र अजादि उत्तरपदम् अजादिः अस्ति तत्र अन् इति योजयामः भगिनि अद्भुतः किं समस्तपद अद्भुत अद् इति उपसर्गपूर्वकः अस्ति प्रायः प्रादिसमासः अद् योगः अद्भुतः एकपदं नास्ति वा भगिनि अत् इति उपसर्गपूर्वकः भूधातुः इक्तप्रत्ययः अनन्तरं भगिनी नानाविध न न तत्र परन्तु तत्र भूधातुः नास्ति अत्र भूतः अस्ति भूतः अस्ति न तु भूतः तदेव अद्भुतः अत्र भूतः इक्तप्रत्ययम् भूतः इति ताप्रत्ययः इति भाति परन्तु धातुः कः इति द्रष्टव्यं भगिनि अत्र भूधातुः नास्ति भूतः इति अस्ति तर्हि द्रष्टव्यं भूतः अस्तु भगिनि अनन्तरं तत्र नानारूपैः इति अस्ति खलु तत्र नानाविधरूपैः इति तत्र मध्यमपदलोपी आगन्तुं शक्नोति वा नानाविध नानारूपैः यत्र भिन्नभिन्नपदमस्ति खलु अत्र किं किं स्थापयितुम् इच्छति तत्र मध्ये मम चिन्तनं नानाविधरूपैः इति तत्र विध इत्युक्ते तत्र मध्यमपदलोपि इति आगन्तुं शक्नोति वा इति मम प्रश्नः नानाविधरूपैः इति वा नानारूपैः इति पर्याप्तं नास्ति वा नानाप्रकारैः इति वयं स्वीकुर्मः चेत् अद्य मध्यमपदलोपः भवितुम् अर्हति न रूपैः इत्यस्य अर्थः रूपैः इति एव नानाप्रकारैः इति एव अर्थः खलु नानाप्रकारैः अथवा नानारूपैः समानार्थः खलु आम् आम् तर्हि पुनः तत्र मध्ये किं किं स्थापयितुमिच्छति अत्र समस्तपदमेव नास्ति भिन्नभिन्नपदं नानारूपैः अस्तु अस्तु भगिनि अग्रे पुष्पा भगिनि अनादिश्च तदैव नैतत्पुरुषः अस्ति हा विग्रहवाक्यम् आदि आदि न अस्ति इति अनादि अनादि आदिः नास्ति इति सम्यक् अस्ति परन्तु विग्रहवाक्यं वदतु आदि नास्ति नैतत्पुरुष सम्यक् वदनं न आदिः सम्यक् न आदिः आदिः च तत्तु शकार श्चुत्वम् आगच्छति विसर्गस्थाने पिच्चकलापः तद् इदानीम् उक्तं न षष्टि तत्पुरुष पिच्चानां कलापः न एक एव शुभ्रः किरणः सप्तभिः वर्णैः परिणमते तत्र कोऽपि नास्ति इति मन्ये एक एव ओंकारः स्वरैः प्रकटि युक्तः भवति. प्र उपसर्ग प्रकटित तत्तु कटित तत् मया न प्रकटितः तद् कटितः तत् कृदन्तपदमस्ति इति मन्ये. तत् कथं कटितः आगच्छति न अवगच्छामि. प्र उपसर्गपूर्वकः कट् इति धातुः. कट् इति धातुः अस्तु. तर्हि तत्र तान्तरूपं एक एव गन्धः नानारूपाणि धारयति. तत् तद्दतु कोऽपि नास्ति अत्र. एक एव रसः अनेकरूपः प्रतिभाति. अनेकरूपः अनेकानां रूपः. सप्तमी तत्पुरुष षष्ठी तत्पुरुष सम्यक् अनेकानां अत्र रूपः अनेकरूपः इति अनेकैः रूपः. एक एव रसः अनेकरूपः प्रतिभातिः. रूपः रूपम् इति नपुंसकलिङ्गपदमस्ति खलु. अत्र रूपः इति अस्ति रसस्य विशेषणः अस्ति अनेकरूपः. अत्र राजीव भगिनी वदतु. अनेक न एकरूपः नै तत्पुरुषसमासः एकसमासः. अत्र अनेकविधरूप अनेकप्रकाररूपः इति तत्र नै तत्पुरुषः एव भवति. हा तत्तु समीचीनं भगिनि. रूपः परन्तु तत्र रूपः इति अस्ति खलु. तर्हि अत्र अनेकरूपः इति विशेषणमस्ति. कस्य विशेषणं विशेषणं शक्तेः विशेषणम् अस्ति किल. शक्तेः एव न एक एव रसस्य विशेषणमस्ति खलु. रसः अनेकरूपम् अनेके रस तत्र अनेक एव रसम् इति अवधानपूर्वपदसमासः अवधानपूर्वपद अनेक एव रूपः इति अनेक एव रूपः इति कथं भवति अन्वयः. तत्र अनेकानि रूपाणि यस्य सः अनेकरूपः वा बहुव्रीः वा बहुव्रीहि यत्र विशेषणमस्ति खलु रस इति पदस्य विशेषणम्. ओहो अनेकरूप अनेकानि रूपाणि यस्य सः बहुव्रीहि. तत्र अद्भुत इति पदम् आगच्छति खलु भगिनि. तत्र अद्भुतम् इति तत्र विशेषणपदम् अस्ति. अतः अद्भुतः अद्भुतम् अद्भुत इति त्रीणि लिङ्गं भवति. अद्भुत इति विशेषणम् अजेक्टिव् इति आप्ते मध्ये अस्ति. हा तत्र अत्र एकमेव शब्दः एकः एव शब्दः वा अद्भुतः इति. हा एकः एव शब्दः वण्डर्फुल् मार्वलस् इति. अनन्तरं तत्र अद्भुत इति अजेक्टिव् एव विशेषणपदम् अद्भुतः अद्भुतम् अद्भुत इति त्रीणि लिङ्गानि आगच्छति. समीचीनं भगिनि. तर्हि अत्र समासः नास्ति एकं पदं नास्ति. हा एकपदमेव. धन्यवादः. समीचीनं भगिनि. प्रकटितः इत्युक्ते अपि प्रातिसमासं भवितुम् अर्हति वा? सत्यं तान्तरूपं प्र उपसर्गपूर्वः कट् धातुतः तान्तरूपं प्रातिसमासः प्रादि किल. सत्यं प्रादि. अस्तु अग्रे अन्ततो गत्वा अरुणा भगिनी समापयतु. धन्यवादः. तदेवं स ईश्वरः दृष्टः भवति श्रुतो भवति रसितो भवति पृष्टो भवति घ्रातश्च भवति. श्रेयम् इन्द्रयसंवेद्या शक्तिः भगवान् इति कथ्यते. तस्मात् तत् प्राप्तर्थं वयं यतेमहि. देव सः ईश्वरं दृष्टः एवम् एव सः मानवः ईश्वर पूर्वपरि पूर्व भगिनी पूर्वपरिच्छेदस्य अपि सारांशरूपेण वदतु किम् अस्ति तत्र पूर्वपद पूर्वपरिच्छेदे यत् पुष्पा भगिनी पठितवती तत्र सारांशरूपेण अर्थः कः इति वदतु एकवारं मानवः ज्ञातव्य चिन्तयति एकः ईश्वरः एक एव परन्तु नानारूपैः दृश्यते तदेव किरणः सप्ताभि एक एव शुभ्रकिरणः सप्ताभिवर्णैः परिणामते तदेव ओङ्कारः एव सप्तभिः स्वरैः इति प्रकटितः भवति एकगन्धः नानारूपाणि धारयति सः रसः एकरसः अनेकरूपेण भवति इति लोके अहं वयं बहूनि रूपाणि पश्यामः परन्तु वस्तुतः एकमेव अस्ति इति अहं मन्ये सत्यं रसः तत्र नवरसाः सन्ति खलु नवरसाः तत्र नवरसाः यद्यपि तत्र अनेके रसाः सन्ति तथापि तत्र वस्तुतः एकः एव रसः भिन्नभिन्नरूपेण परिणमते एवमेव स्वराः सप्तस्वराः एकः एव स्वरः सप्तभिः स्वरैः प्रकटितः एकः एव गन्धः नानारूपाणि सत्यं प्रतिभाति अपि प्रति उपसर्गः अस्ति भा भा इति भाति इति अत्र क्रियापदमस्ति खलु क्रियापदम् अतः अत्र समासः नास्ति परन्तु अत्र प्रति उपसर्गः अस्ति प्रति उपसर्गः सत्यं हा अन्तिमपरिच्छेदे अर्थः कः भगिनि मया अरुणा भगिनि मानवः बहूनि कार्याणि करोति ईश्वरः दृष्टः श्रुतः रसितः पृष्टः ज्ञातः च भवति एकमेव ईश्वरः विविधरूपान् इव पश्यति इन्द्रिय उपाधि इन्द्रिया पञ्चविद् इन्द्रियाणि सन्ति ततः चक्षुषा दृष्टं भवति पश्यति कर्णेभ्यः श्रुतः भवति नासिका रस जिह्वा रस अनुभवति त्वक्त इन्द्रियद्वारा स्पृष्टः भवति अनुभवति नासिकाद्वारा घ्राता भवति इन्द्रियसंवेद्य इति पदस्य समस्तपदस्य इन्द्रियस्य संवेद्य एव एक समस्तपदमेव अहं मन्ये संवेद्य इत्यस्य अर्थः सम्यक् जानाति सत्यं सम्यक् जानाति इति तत्रापि समासः अस्ति संवेद्य अनन्तरम् इन्द्रियसंवेद्य इन्द्रियस्य संवेद्य इति वा सम्यक् जानाति इन्द्रियस्य सम्यक् जानाति इन्द्रियद्वारा इत्युक्ते इन्द्रियैः संवेद्य तर्हि तत्र शक्ति यस्य सः यस्य सा इन्द्रियसंवेद्य इति तत्र समासः इन्द्रियैः संवेद्य इति तृतीयतत्पुरुषसमासः तदनन्तरं संवेद्या इति तत्र प्रातिसमासः प्रातिसमासः शक्तिः इकार स्त्रीलिङ्गशब्दः ततः इन्द्रियसंवेद्या इति पदं सत्यं तत्तु सेयम् इति वदनेन सा इयं कुत्र सेयं सेयम् इन्द्रियसंवेद्या शक्ति सेयं हा सा इयं सत्यं तत्प्राप्त्यर्थम् अपि समासं तत् अनन्तरं प्रा उपसर्गपूर्वक आप्यर्थं वदतु अस्ति भवति वदतु भवती वदतु आं तत् एकपदम् अनन्तरं प्राप्त्यर्थं प्रा उपसर्गपूर्वक आप्लुरुधातोः ल्यबन्तं लेवन्तं भगिनि प्राप्त्यर्थं प्राप्यः प्राप्त्यर्थं प्राप्त्यर्थं प्राप्त्यर्थं प्राप्त्यर्थं प्राप्त्यर्थम् इति समस्तपदस्य विग्रहवाक्यं किम् प्र उपसर्गपूर्वक आप् अप्लुरु धातोः ल्यबन्तम् अनन्तरम् अर्थं अन्य पदं वा अर्थम् इति शब्देन किल प्राप्तिः इति अस्ति प्राप्तिः इति अस्ति तत् प्राप्तिः प्राप्तिः प्राप्तिः अर्थः तर्हि तत्र समासपदं राशिभगिनी वदतु चतुर्थीविभक्ति तत् प्राप्तिः प्राप्तैः इदं न प्राप्तैः वा कथं चतुर्थीविभक्तिः प्राप्तिः इत्यस्य चतुर्थी प्राप्तेः नो नो प्राप्ते इदं किल नो प्राप्ताय प्राप्ताय न न नदी इति शब्दस्य चतुर्थी किं भगिनि नद्या सरला भगिनी वदतु किं भवति तस्या प्राप्तै इदं नद्याः प्राप्त्याः इदं न न चतुर्थी विभक्तिः प्राप्त्याः इति नास्ति भगिनि पूर्वमदन अहम् उक्तवती प्राप्त्यै इति वा प्राप्त्याः इति उक्तवती इति चिन्तितवती प्राप्त्याः प्राप्त्यै इति अहं पूर्वं भुक्तवती भगिनि न श्रुतवती न श्रुतवती क्षम्यता न श्रुतवती प्राप्त्यै इदं प्राप्त्यर्थं चतुर्थी विभक्ति चतुर्थी तत्पुरुषसमासः तत् सत्यं तद् प्राप्त्यर्थं प्राद् उपसर्गः तत्र किं भवति तत् प्राप्त्यर्थं ततः प्रादि प्रादिसमासगर्भ प्रादि न तत् तत् इति तत् प्राप्त्यर्थम् इति अस्य किं भवति तत् तत् किं हा तस्याः इति वा तस्याः तां प्राप्तः तस्याः हा षष्ठी षष्ठी षष्ठी तस्याः प्राप्त्यर्थं तस्याः तस्याः शक्त्याः तस्याः शक्तेः प्राप्त्यर्थं यते षष्ठी तत्पुरुष चतुर्थी षष्ठी तत्पुरुषगर्भ चतुर्थी प्रातिसमासः वा किं किं षष्ठी तत्पुरुषगर्भ चतुर्थी कर्मधारय अत्र प्रातिसमासः अपि आगच्छति किल चतुर्थी कर्मधारयः कथं भवति चतुर्थी तत्पुरुष षष्टि तत्पुरुष गर्भ चतुर्थी तत्पुरुष प्रातिसमासः किल न षष्टि तत्पुरुष गर्भ नास्ति भगिनि षष्टि तत्पुरुष गर्भे एव एते समासाः सन्ति तत्पुरुष गर्भे चतुर्थी कथं वदनीयं भगिनि हा तत्र प्रयोगः प्राप्तिः इति अस्ति प्रयोगः उपसर्गः आप्तिः इति तत्र प्रादिसमासः अस्ति प्रादिसमासगर्भ चतुर्थी तत्पुरुषसमासगर्भ षष्टि तत्पुरुषसमासः ओहो सावधानं कीदृशपदं भवति सावधानं सावधानम् इति वा अवधानम् अवधानम् इति अस्ति खलु अव उपसर्गपूर्वकः धानं धानम् इति दादातुः ल्युडन्तरूपं खलु ल्युडन्तं उपसर्गन्तरूपे किं ल्युडन्तरूपम् अन्न अनम् अनम् इति अस्ति धायोगः अनम् दायोगः अन धान धान अस्तु अन्य मग्न अस्ति नृत्यमग्न तत्र मग्न भवती उक्तवती युडन्तं रूपं न तत् तान्तरूपम् अत्र भगिनी उक्तवती तान्तरूपम् आमामां भिन्नं मग्नं तस्य धातु किं भवति मा मग्नः इति वा मग्नः धातुः धातुः द्रष्टव्यं भगिनि इदानीं मनसि न आगच्छति मग्नः यते महि यते महि तत् मज् धातुः भगिनि मज् धातुः मज् धातुः तान्त्रिक मज् मज् अस्तु मज् धातुः तत्र तान्तरूपं तत्र ककारः गच्छति स्कोः संयोगात् योगन्ते चैत्यनेन तदनन्तरं चकारस्य स्थाने ककारः गकारः चोः कुः तदनन्तरं तत्र विशिष्टसूत्रेण तप्रत्ययस्य स्थाने नकारः अस्तु मग्नः यते महि किं रूपं यते महि तिङन्तरूपमेव खलु यते महि उत्तमपुरुष बहुवचनम् उत्तमपुरुष बहुवचनं सत्यं यते महि अस्तु तर्हि अत्र स्थगयामः कथापि समाप्ता गृहपठरूपेण अभ्यासः अधः यः अभ्यासः अस्ति तं कुर्वन्तु तर्हि अग्रे अग्रिमसप्ताहे अत्र श्लोकाः सन्ति खलु अग्रिमपृष्ठे तान् श्लोकान् पठित्वा तदनन्तरम् अत्र बहुव्रीहिसमासः आरभ्यते किं किं अग्रिमपृष्ठे अस्ति श्लोकाः कर्मजः कर्मजं बुद्धियुक्ताः इति अत्र गीतायाः श्लोकाः तत्कृत्वा हा गृहपाठरूपेण कुर्वन्तु किञ्चित् झटिति दृष्ट्वा बहुव्रीहिसमासम् आरब्धुं शक्नुमः अस्तु तर्हि धन्यवादः सर्वेषां नमस्कारः धन्यवादः धन्यवादः नमस्कारः